पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 196 सूत उवाच अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीं निजलोकं परित्यज्य भुवमभ्यगमद्धरिः वनमाली घनश्यामपीतवासाक्किरीडधृक् काञ्जीकलापपर्यस्तो लसन्मकरकुण्डलः त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः कोडिमन्मथलावण्यो हरिचन्दनचर्चितः परमानन्दचिन्मूर्तिर् मधुरो मुरलीधरः आविवेशस्वभक्तानां हृदयान्यमलानि च वैकुण्ठवासिनो ये च वैष्णवाश्शान्तमानसाः गूढरूपाः समायाताश्रवणाय हरेः कथाः तदा जय जयेत्युच्चैः शब्दोऽभूत् कम्बुशब्दयुक् येनामङ्गलमत्युग्रं कलिजं प्रलयं गतं तत्रस्थानं जनानां च दृष्ट्वा गेहात्मविस्मितं नारदोऽध्यात्मतत्त्वज्ञः कुमारान् प्रत्युवाचः नारद उवाच अलौकिकोऽयं महिमा मुनीश्वराः सप्ताः जन्योऽद्य विलोकितो मयाः मूढाश्चढाये पशुपक्षिणोऽपि तेभिः प्रियान्त्येव गतिं पराख्याद अधो नृलोकेन तु शास्त्रमन्यच्चित्तस्य शुद्ध्यै विहितं पवित्रम् अकौकविध्वंसि कृतार्थतावकं कलौ युगे दोषनिधौ कुमाराः केकेन शुध्यन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन कृपालुभिर्लोकहितो भवद्भिः प्रकाशितं कोऽपि नवीनमार्गः कुमाराऊचुः ये मानवाः पापकृतस्सु दुष्टाः सदा दुराचाररताः समत्सराः क्रोधाग्निदग्धा कुटिलाश्च कामिनः सप्ताहयज्ञेन हरिं व्रजन्ति ते सत्येन हीना पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमवर्णबाह्याः ये दाम्भिका जीवविहिंसकाश्च सप्ताहयज्ञेन हरिं व्रजन्ति ते पञ्चोग्रपापाच्छलकारिणश्च क्रूराः पिशाच इव निर्दयाश्च ब्रह्मस्वपुष्टाव्यभिचारिणश्च सप्ताहयज्ञेन हरिं व्रजन्ति ते कायेन वाचा मनसाभिपादकं नित्यं प्रकुर्वन्ति षढा हठेन ये नीचा कृतघ्नामलिना दुराशया सप्ताहयज्ञेन हरिं व्रजन्ति ते सूत उवाच अथैवं तुष्टचित्तेऽध नारदे देवपूजिते प्रसन्नास्ते कुमाराश्च पुनरूजुश्च नारदं कुमारा ऊजुः अत्र ते कीर्तयिष्याम इतिहासं पुरातनं यस्य श्रवणमात्रेण पापहानिप्रजायते तुङ्गभद्रातडे पूर्वं पत्तने कोहलाभिधे वर्णाश्रमाचारयुते धनधान्यसमाकुले आत्मदेव इति ख्यातस्तत्रासीद्दिवजसत्तमः वेदविद्याविधिप्राज्ञो नित्यकर्मपरायणः तत्प्रिया धुन्धुलीनाम नित्यं स्वीयहिते रता स्ववाक्यस्थापना चापि सुन्दरी सुकुलोद्भवा पूर्वकर्मविपाकेन प्रायशो बहुजल्पिनी शूरा च गृहकृत्येषु क्रूरा च कलहप्रिया एवं निवसतोस्तत्र दम्पत्योर्निरपत्ययोः व्यतिक्रान्तं वयश्चापि पञ्चाशद्वर्षसम्मितम् अथ तौ दुःखितौ जातौ निरपत्यौ गृहे स्थितौ सन्तानोत्पत्तये तभ्यां दत्तं चापि धनादिकम् गोभूहिरण्यवासांसि दत्तान्यपि बहूनि च न पुत्रो नापि दुःखिता जायते पूर्वकर्मणा स चैकतादु निर्विण्ण आत्मदेवो द्विजोत्तमः गृहं त्यक्त्वा कदोरण्यमानपत्येन दुःखितः यत्र तत्र भ्रमन् भ्रान्तो दुःखाकुलितमानसः क्षुक्षामस्तृत्परीतश्च दैवात् प्राप्तो जलाशयम् जलं पीत्वा ततस्तस्मिं तडागे सद्विजोत्तमः वृक्षच्छायां समाश्रित्य निषण्णस्तत्र नारद अथ तत्र तदैवागात् कश्चित् सिद्धो भ्रमन्महीं जलं पीत्वा तडागेदु सोऽपि तत्रैव चागतः तं दृष्ट्वा न्यासिनं शान्तमात्मदेव उदारधीः सत्कृत्योद्धाय सत्पादौ जग्राहस्व गुरोरिव उपविष्टौ ततस्तौ द्वौ कृतप्रश्नौ परस्परं सुस्निग्धमानसौ भूत्वा गुरुशिष्या विवाश्रमे अथ तं स यदिर्दृष्ट्वा श्वसन्तं दुःखितान्तरं पप्रच्छ करुणासिन्धुरात्मदेवं पुरस्थितं सिद्ध उवाच कादे चिन्ता द्विजश्रेष्ठ दुःखाय हृदि वर्तते तां समाचक्ष्वधर्मज्ञ परितापप्रदायिनीं तच्छ्रुत्वा वचनं तस्य सिद्धस्य सुमहात्मनः आत्मदेव उवाचाथ स्वस्य दुःखस्य कारणम् आत्मदेव उवाच किं ब्रवीमि मुने दुःखं सञ्चिदं पूर्वकर्मणा मदीयाः पूर्वजास्तोऽयं कवोष्णमुपभुञ्जते मद्दत्तं नैव गृह्णन्ति पितरो देवता बलिं तेन दुःखेन निर्विह्नप्राणां त्यक्तुमिहागतः जिग्जीवितं प्रजाहीनं गृहं चैव धनं कुलं पाल्यदेया मया धेनुः सापि वन्ध्या त्वमेदिह यो मयारोपितो वृक्षः सोऽपि वन्ध्यत्वमागतः निर्भाग्यस्यानपत्यस्य किमदो जीवितेन मे कुमारौजुः युक्तित्वा स रुरोदोच्चैस्तत्पुरो दुःखपीडितः यदा तदा यदेश्चित्ते करुणाभूद्गरीयसी ललाडाक्षरमालां च दृष्ट्वा ज्ञात्वा स योगवान् आत्मदेवं द्विजं प्राज्ञः पुनरूचे सविस्तरं सिद्ध उवाच शृणु विप्रमयातेऽद्य प्रारब्धमवलोकितं सप्तजन्मावधिप्राप्तिः पुत्रस्य न च दृश्यते मुञ्चाग्रहं प्रजाहेदोर्बलिष्ठा कर्मणो गतिः विवेकं तु समासाद्य सुखी भवमहामदे एवमुक्तं समाकर्ण्य सिद्धस्य द्विजसत्तमः प्रजाशाबद्धचित्तस्तु सिद्धं प्राहादिदुःखितः विप्र उवाच विवेकेन भवेत् किं मे पुत्रं देहि बलादपि नो चेत् त्यजाम्यहं प्राणां त्वदग्रे शोकमूर्च्छितः इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः सन्ततेः सगरो दुःखमवापाङ्गः प्रजापतिः चित्रके दुर्गतकष्टं विधिलेखविमार्जनाद् अधस्त्वमपि धर्मज्ञ यदि पुत्रं लभेरपि सुतेन न सुखी भूयाः दैवं हि बलवत्तरम् इत्युक्त्वा द्विजवर्याय ससिद्ध साधु सम्मतः ददावेकं फलं तस्मै प्राग्रहेण सुतार्थिने इदं फलं मया तुभ्यं दत्तं पुत्राप्तये द्विज भार्यायै देहि पुत्रस्ते भविष्यदि न संशयः सत्यं शौचं दया दानमेकभक्तं तु भोजनं वर्षावधिस्त्रिया कार्यं तेन शुद्धो भवेत् सुतः एवमुक्त्वा ययौ योगी विप्रस्वगृहमागतः दत्त्वा पत्न्यै फलं तत्तु सिद्धोक्तमवदच्छः अध सा दुन्धुलीक्रूरा स्ववाक्यस्थापनोत्सुका स्वसख्यै प्राह तत्सर्वं पत्योक्तं सिद्धभाषितं यद्यकं भक्षये चेदं फलं सिद्धेन चार्पितं गर्भो मम भवेत्तर्हि कथं चाहं सहाम्यहं स्वल्पं भक्ष्यमशक्तिश्च गमने गृहकर्मणि तिर्य चेदागतो गर्भो तदा मे मरणं भवेद् प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे मन्दयां मयि सर्वस्वं ननान्दा संहरेत् सदा चिन्ता मे समनुप्राप्ता किं करोमि शुचिस्मिते सा तद्वचनमाकर्ण्यस्नेह भङ्गभयाद्विज एवमेवेदितां प्राहप्रीत्या प्रहसिदानना एवं कुतर्कयोगेन तद्फलं नैव भक्षितं पत्या पुष्टे फलं भुक्तं भुक्तं चेदि तयेरिदं एकदा भगिनी तस्याः स्वेच्छया तद्गृहं गदा तदग्रे कथितं सर्वं चिन्तेयं महदीहि मे किं करोमि सगर्भोऽहं त्वं प्रब्रूहि यथा तथं साब्रवीन्मम गर्भोऽस्ति तुभ्यं दास्ये प्रसूतितः तावत्कालं सगर्भेव गुप्ता तिष्ठगृहे सुखम् तं बालं पोषयिष्यामि त्वद्गृहे चैव नित्यदा फलं धेनो प्रयच्छाद्य परीक्षार्थं शुभानने इत्युक्त्वा साययौ गेहमात्मनो हृष्टमानसा दुन्धुल्यापि यद्धोद्दिष्टं तद्भगिन्या तथा कृतम् अध प्रसूय सा बालं दुन्धुल्यै चार्पयद्रुतं तया च कथितं भर्त्रे प्रसूदसुखमर्भकः लोकस्य सुखमुत्पन्नमात्मदेव प्रचोदयाद् दत्त्वा दानं द्विजाग्रेभ्यो जातकर्मचकार च गीतवादित्र निर्घोषो गृहे तस्यादिमङ्गलम् बभूव हर्षमापन्न आत्मदेवो महामतिः अध साप्राहभर्तारं दुग्धं मे स्तनयोर्नहि पालयिष्ये कद्धं बालं सद्यसूत्रं प्रबोधुना मत्स्वसुश्च प्रसूताय मृदो बालः पुराभवद तामानीय गृहे रक्षसार्भकं पोषयिष्यति इति श्रुत्वा वचस्तस्या दुन्धुल्या द्विजसत्तमः तथैव कृतवान् भ्रान्तरात्मदेवो मुदान्विदः दुन्धुकारीति नामस्य कृतं मात्रा यथार्थतः स्तन्येन पोषमाप्नोति नित्यं मादृश्व सुसुतः त्रिमासे नर्गदे चाध सा धेनुः सुषुवेऽर्भकं सर्वाङ्गसुन्दरं दिव्यं दुर्मलं कनकप्रभं दृष्ट्वा प्रसन्नस्थं विप्रः संस्कारान् स्वयमादधे तं दिदृक्षव आयात जनाः सर्वे दिविस्मिताः आत्मदेवस्य विप्रस्य महाभाग्योदयेन च धेन्वा बालप्रसूतश्च देवरूपोऽधिकौतुकं न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः गोकर्णस्थं सुधं दृष्ट्वा गोकर्णेत्येव चाभ्यधात् कियत्कालेन सम्प्राप्तौ तारुण्यं तावुभावपि गोकर्णपण्डितो ज्ञानी दुन्धुकारी महाखलः स्नानशौचक्रियाहीनो भक्ष्याभक्षी क्रुधाप्लुतः चौरसर्वजनद्वेषी दुष्टचाण्डालसङ्गतः क्रीडदो ह्यर्भगान् धृत्वा बलात् कूपे निपादयेत् एवं वेश्या प्रसङ्गेन नयद्रव्यं क्षयं विदुः पिता कृपणवत्तस्य शुचा निःस्वो रुदोदः अनपत्यसुखी नित्यं कुपुत्रो दुःखदायकः सिद्धेनोक्तं वचः सत्यमनुभूतं मयाधुना क्व गच्छामि क्व तिष्ठामि को मे दुःखं निवारयेद् प्राणांस्त्यक्षे जले वह्नौ भृगो वापि पदे ह्यहम् इत्येवं चिन्तयानं तमधोमुखमुपागतः गोकर्णो जनकं ज्ञानी बोधयामास तत्त्वदः गोकर्ण उवाच असारस्तादसंसारदुःखमोहप्रदो नृणां कः सुद किं धनं कस्य का जाया कः पदिः पितः मोहेन बद्धो दीनात्मा लोकक्लिश्यति नान्यथा न चेन्द्रस्य सुखं किञ्चिन्न सुखं चक्रवर्तिनः विरक्तस्य सुखं ताद मुनेरेकान्तशीलिनः मुञ्चाज्ञानं प्रजारूपं मोहं नरककारणं निर्द्वन्द्वो निरभिमानो व्रजत्यक्त्वाखिलं वनं ततस्तद्वाक्यमाकर्ण्य गोकर्णं सद्विजो ब्रवीद द्विज उवाच यत्कर्तव्यं वने साधो तन्म मा चक्ष्वविस्तराद मोह पाशनिबद्धं हि षड्ढं कृपणमानसं संसारगर्ते पतितं मामुद्धरदयानिधे पितुरिद्धं वच श्रुत्वा गोकर्णो ज्ञानपण्डितः उवाच दीनं निर्विण्णं पितरं पृष्टमानसः गोकर्ण उवाच मां सास्थिरक्रनिकरे स्वशरीरकेऽस्मिन् स्वत्वं त्यजाशु ममतां वनितासुदादौ पश्यानिशं जगदिदं क्षणभङ्गनिष्ठं ज्ञानी विरागरसिको भवभक्तिनिष्ठः धर्मं भजस्व सततं त्यजलोकधर्मान् संसेव्य साधु पुरुषान् जहि कामतृष्णाम् अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा विष्णो कथारसमधो नितरां पिबत्वं कुमार ऊजुः एवं सुतोक्तविदितानुभवो निरीहस्त्यक्त्वा गृहं स्थिरमतिर् गतषष्टिवर्षः नित्यं हरिप्रियजनानुगतो महात्मा दुष्प्राप माप च पदं स हरेर्वनस्थः इति श्रीपाद्मे महापुराणे उत्तरखण्डे श्रीभागवतमाहात्म्ये षण्णवत्यधिकशततमोऽध्यायः ओम्।